अस्तु, गतरविवासरे किं किम् अभवत् इति कोऽपि कृपया रीकेप् ददाति वा? अमित् महोदय, भवान् ददातु। गतरविवासरे भूधातोः शप् प्रत्यय योजित्वा अनन्तरं तिङ् प्रत्यय योजित्वा शो भवति इति क्रियापदं कथा प्राप्यते इति अहं वयं दृष्टवन्तः। तर्हि अस्मिन् प्रक्रियायाः के के सूत्राणि आगच्छति, केन क्रमेण आगच्छति इति अपि अहं वयं दृष्टवन्तः। तर्हि प्रथमं भवति इति क्रियापदस्य निर्माणे प्रथमक्रमः कः अस्ति? प्रथम तु प्रत्यय दृष्ट्वा इत् संज्ञकः लोपः भवति। तर्हि अत्र प्रत्यये षकारपकार च संज्ञकः भवति भवतः अत्र तौ गच्छतः। अनन्तरं एकनिमिष, केन सूत्रेण षकारः पकारः इति संज्ञकौ स्तः? हलन्त्यम् इति सूत्रेण पकार, लशकु तद्धिते इति सूत्रेण शकार, अस्तु तस्य लोप इति सूत्रेण लोपः भवति। तर्हि किं तिष्ठति? अतिष्ठति, अ इति तिष्ठति। अस्तु, धन्यवादः महोदय। तर्हि अनन्तरं सरला महोदय। आं महोदय, अधुना अनन्तरं वयं नूतनसूत्रं दृष्टवन्तः, तिङ्क्षत्सार्वधातुकम् इति सूत्रेण तिङ् वाशित् अस्ति, तस्य सार्वधातुकसंज्ञा भवति। इदानीं प्रत्ययः शप्रत्यय नूतनसंज्ञा प्राप्नोति, सार्वधातुकं संज्ञा इति नूतनसंज्ञा प्राप्य तदनन्तरं नूतनसूत्रम् आगच्छति सार्वधातुक आदधातुकयोः इति सूत्रेण अन्तिमवर्णस्य धातोः अङ्गम् अङ्गं भवति, तस्य अन्तिमवर्णस्य गुण भवति, तद् भूधातो उकार अन्तिमवर्णः अस्ति, अन्तिम इकवर्णः अस्ति, तस्य ओकार भवति, भो भवति। इदानीं ओकार अकारतयोः मध्ये एचोयवायाव इति सूत्रेण यान्तमान्तसन्धि भूत्वा आदेश भवति, भवति इति निष्पन्नं भवति। अस्तु, तर्हि प्रश्नः मम अस्ति, तिंशित् सार्वधातुकम् इति सूत्रस्य आशयः कः? तिंशित् सार्वधातुक सूत्रस्य आशयः अस्ति यः विकरणपत्र प्रत्ययः अस्ति तस्य चकार पकार तस्योः शकार संज्ञा भूत्वा अपि तस्य कार्यं भवति, प्रत्ययलोपे प्रत्यय कार्यं प्रदिश्यति तदनन्तरमपि. तदनन्तरं तर्हि तदनि गुणकार्य सार्वधातुकसंज्ञा प्राप्नोति विकरणप्रत्ययश. तदनन्तरम् अन्यसूत्र सार्वधातुक अर्धधातुकयोः इत्यनेन तस्य कार्यं भवति. तर्हि किमस्ति यत् धातोः यदि धातुः यदि अस्ति तस्य अनन्तरं यदि कोऽपि प्रत्ययः अस्ति यत् अथवा यत् तिङ् प्रत्ययः अस्ति अथवा यत् यस्मिन् षकारस्य इत् संज्ञा अस्ति तर्हि तस्य प्रत्ययस्य सार्वधातुकसंज्ञा इति भवति इति भवति. अस्तु, तर्हि इदानीं पर्यन्तं कस्यापि कोऽपि प्रश्नः अस्ति वा? नास्ति चेत् अग्रे गच्छामः. अस्तु, तर्हि गत रविवासरे वयं सार्वधातुक आर्धातुकयोः इति सूत्रे ये परिभाषासूत्राणि सन्ति तस्य विषये चर्चां कृतवन्तः. अस्तु, तर्हि षष्ठः बिन्दुः यत् अस्ति परिभाषासूत्राणि तदग्रे वयम् अधुना पठिष्यामः. तर्हि को अस्ति अत्र? हरिप्रिया महोदय अस्ति खलु? तर्हि भवती परिभाषासूत्राणि इति पठतु. पाणिनिः सूत्राणां लघुत्वम् इच्छति, तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकारकसन्देशः अपेक्ष्यते तस्य वारं वारम् आवृत्तेः स्थाने परिभाषासूत्रं पाणिनिना विरच्यते. इमानि सूत्राणि कस्यचित् सूत्रार्थस्य पूरणाय साहाय्यं कुर्वन्ति. यथा सार्वधातुक आर्धधातुकयोः इति सूत्रस्य अर्थपूरणार्थं त्रीणि परिभाषासूत्राणि अपेक्षितानि. अस्तु, इको एकनिमिषः, किं लिखितमस्ति अधुना पर्यन्तं? सार्वधातुकार्धधातुकयोः इति सूत्रस्य तस्य तस्य टु अण्डर्स्टाण्ड् त्रीणि परिभाषासूत्राणि उपयुज्यन्ते. परिभाषासूत्रम् इत्युक्ते किम्? सूत्रः सूत्रः कुत्र सूत्रस्य उपयोगं कुत्र करणीयम् इति सूचयति. तत् तदपि अस्ति, परन्तु वस्तुतः यत् संक्षेपकारणार्थं या सर्वदा सूत्राणि सम्पूर्णानि न सन्ति, अतः अत्र किमपि अन्यत् सूत्र आगत्य साहाय्यं करोति तत् सूत्रं परिभाषासूत्रम् अस्ति इति. तर्हि सर्वे जानन्ति वा खलु अत्र कुत्र किं करपत्रम् अस्ति? पुनः के पुनः के नास्ति चेत् अस्ति चेत् धातुगणः सूत्रसहितः दृष्टिः तत्र सब् पार्ट् वन् अस्ति खलु गुणः सूत्रसहिता दृष्टिः. अधुना वयं तस्य षष्ठः बिन्दुं षष्ठं बिन्दुं वयं पठामः परिभाषासूत्राणि इति. अस्तु, तर्हि सरोजा महोदय अस्ति खलु? सरोजा गोपालकृष्णन्, प्रथम परिभाषासूत्रं कृपया पठतु. नीको गुणवृद्धि इति सूत्रेण इतरकार्ये भवति केन विधिकरन्तस्य एकनिमिषं क्रमेण गच्छामः तर्हि इको गुणवृद्धिः किं कथयति क्षम्यताम् इको गुणवृद्धिः इति सूत्रं आशयः भवति यत्र स्थाने नोक्तं न उक्तम् अनोक्तम् सरोजा महोदय स्पष्टतया न उक्तम् अस्ति भवतः ध्वनिः किञ्चित् न्यूनम् आगच्छति न श्रूयते वा एको नास्ति इदानीं इदानीम् अस्ति इदानीं समीचीनमस्ति महोदय न श्रूयते वा अधुना श्रूयते इको गुणवृद्धि इति सूत्रेण इकः स्थाने इति यत्र स्थाने स्पष्टं न अस्ति येन विधिष्ठन्तस्य विशेषणं तदन्तस्य अपि भवति एकनिमिषं महोदय अग्रे मा पठतु न इको गुणवृद्धि किं कथयति एकवारं स्पष्टतया वदतु अहं गतवर्गत्रयं न आगतवती महोदय अस्तु अस्तु अहं अस्वस्था आसम् अहं न आगतवती अस्तु अस्तु अस्तु धन्यवादः महोदय जनवरी 19 आगच्छ अनन्तरं न आगतवती अस्तु अस्तु बहवः वर्गाः अहं क्लेशः नास्ति अधुना किमपि नूतनं यत् अस्ति तत् करपत्रं मीना महोदय अस्ति खलु मीना सुन्दरेशन् अहमस्मि अत्र इको गुणवृद्धि इति सूकः इकः परम् ई ऊर् परं गुणवृद्धिः भवति परन्तु तत्र तत् वाक्यं इति सूत्रेण इकस्थानि भवति यत्र स्थानि न उक्तम् इति अहं न अवगच्छामि महोदय अत्र इकः प्रथमः तु अत्र इकः षष्ठीविभक्ति कथं स्थानि भवति यत्र स्थाने न उक्तं तर्हि यदि सूत्रे अस्ति यद् गुणकार्यं करोतु वृद्धिकार्यं करोतु इति अस्ति तर्हि प्रश्नः अस्ति खलु कस्य वर्णस्य गुणः करणीयः कस्य वर्णस्य वृद्धिः करणीयः इति प्रश्नः भवति खलु तर्हि इको गुणवृद्धिः इति सूत्रम् आगत्य वदति यत् इकः वर्णस्य गुणः अथवा वृद्धिः करोतु गुणम् अथवा वृद्धिं करोतु तर्हि अङ्गे अथवा पदे अथवा धातौ यत् इ अथवा उ अथवा रु अथवा लृ सूत्रम् अवगच्छामि महोदय सूत्रम् अवगच्छामि वाक्यम् इकः स्थाने भवति यत्र स्थाने न उक्तं तत् वाक्यं न अवगच्छामि स्थाने इत्युक्ते किम् स्थाने इत्युक्ते सप्तमे विभक्तौ न न महोदय स्थाने इत्युक्ते षष्ठीविभक्ति यस्य स्थाने कार्यं भवति इति स्थाने तर्हि अत्र इकः प्रत्याहारस्य वर्णस्य स्थाने कार्यं भवतु इति अवगतम् यत्र स्थाने नोक्तं यदि स्थानी स्पष्टतया सूत्रे उक्तं नास्ति तर्हि बै डिफाल्ट् सूत्रम् इको गुणवृद्धिः अस्ति इति महोदय कुतः पठितवन्तः क्षम्यताम् अत्र गुणः सूत्रसहिता दृष्टिः इति करपत्रम् अस्ति खलु? अहं न प्राप्नोमि. अत्र लेफ्ट् कालम् मध्ये इण्डेक्स् अस्ति, लेफ्ट् सैड् मध्ये, तत्र पार्ट् 2A अस्ति खलु, धातुगुणः सूत्रसहितादृष्टिः, तत्र सब् पार्ट् 1 अस्ति, गुणः सूत्रसहितादृष्टिः. प्राप्तवती वा? 2A वा? हा, 2A पार्ट् 1. अस्तु, पश्यामि एकनिमिषः. 2A पार्ट् 1, तत्र पायिण्ट् नम्बर् 6 अस्ति, परिभाषासूत्राणि. पायिण्ट् नम्बर् 6, 2A? 2A पार्ट् 1. निमित्तम्, 2A निमित्तम् अस्ति. 2A निमित्तम् अस्ति न महोदय, 2A धातुगणः सूत्रसहितदृष्टिः अस्ति खलु, निमित्तं नास्ति. 2A महोदय, मेन् मेन् 2A, अत्र निमित्तम् अस्ति, तदनन्तरम् इत् संज्ञाप्रकरणम् अस्ति, तदनन्तरं धातुगणः सूत्रसहितदृष्टिः अस्ति. अहं भवत्या भवतः प्रति लिङ्क् प्रेषयामि. कः वदति एकवारम्? धातुगणभाषा वा? धातुगणः सूत्रसहितदृष्टिः. अत्र निमित्तमस्ति खलु? अस्तु अस्तु, प्राप्नोमि. धातु गणाः सूत्र सूत्रसहित दृष्टि, आम्, तत्र पार्ट् 1 वा? पार्ट् 1. अस्तु, तत्र 6th पायिण्ट्, परिभाषासूत्राणि. अस्तु, तर्हि अग्रे तर्हि अग्रे गच्छामः. श्रीराम महोदय. आं महोदय. येन विधिस्तदन्तस्य किं वदति? येन विधिस्तदन्तस्य विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति. सः अन्ते यस्य स तदन्तः तस्य तदन्तस्य बहुव्रीहिः. महोदय, क्षम्यताम्, अहं तु पूर्वं चन्द्रशेखरमहोदयस्य कक्षा गतवती, तत्र तु एतत् पूर्वं न पठितवन्तः. एवं वा? आम्, तत्र तु वि एण्ड् लास्ट् कक्षा वि एण्डेड् वित् अनुबन्धवर्णन् किमर्थम् इत् संज्ञाप्रकरणम्. ओ, एवमस्ति वा? के के जनाः सन्ति अत्र अस्मिन् वर्गे ये सेशन् 2 मध्ये चन्द्रशेखरमहोदयस्य सेशन् मध्ये आसन् गत रविवासरे? एकवारं शृण्वन्तु महोदय. शप् प्रत्ययः अस्ति, तत्र शकारः पित् शकारः इत् संज्ञकः अस्ति खलु, शकारः लशकोदुद्धिते इति सूत्रेण खलु? आम्. अस्तु, तर्हि भवानेव उक्तवान् यत् यदि यस्मिन् प्रत्यये शकारः इत् संज्ञकः वर्णः अस्ति, सः प्रत्ययः षित् अस्ति खलु, षित्. आम् आम्. षित् बहुव्रीहिसमासः अस्ति, शकारः इत् यस्य सः तत् षित् इति खलु. तथैव शप् प्रत्यये पकारः अपि इत् संज्ञकः अस्ति, अन्तिमपकारः केन सूत्रेण? हलन्त्यम्. तर्हि यथा शकारः इत् अस्ति चेत् षित् भवति, तर्हि पकारः षित् अस्ति चेत् किं भवति? पित् भवति किम्? आम् पित् भवति, पित् तथैव पित् पकारः यस्य सः पित् तर्हि आहत्य शप् प्रत्ययः षित् अपि अस्ति पित् अपि अस्ति इति सर्वे जानन्तु, तस्य महत्त्वमस्ति. अस्तु धन्यवादः महोदय. अस्तु महोदय, अग्रे गच्छामः. अग्रे के सन्ति? गोपालमहोदय अस्ति खलु? हरि ओम् गोपालमहोदय. अस्तु प्रायः नास्ति. अग्रे विजि महोदय, विजि अस्ति खलु? विजि महोदय. आं महोदय. आं पठतु. एकनिमिषं. तिङ् षित् सार्वधातुकम्. तिङ् षित् सार्वधातुकम् इति संज्ञासूत्रम्. अनेन यः प्रत्यय तिङ् वा षित् वा अस्ति. महोदय, भवान् अवदत् शप् प्रत्ययस्य षित् अस्ति, तिप् पकारम् अन्तिमवर्णः, तस्मात् तिप् तिप् अपि अस्ति. तत् अवगतं, बट् तस्य नाट् मेन्शन् हियर्. अत्र मेन्शन्, अत्र तस्य चर्चा न भवति. अहं तर्हि वदामि, यतोहि अग्रे तस्य महत्त्वम् आगच्छति. अस्तु अस्तु महोदय. इको अस्ति तत्र शब्दं, कस्य इको अस्ति? प्रायः मीनमहोदयस्य. तिङ् षित् सार्वधातुकं पठामि महोदय. इति संज्ञासूत्रम्. अनेन यः प्रत्ययः तिङ् वा षित् वा अस्ति, सः प्रत्ययः सार्वधातुकम्. सार्वधातुकम् एका संज्ञा, एकं नाम तावदेव. व्याकरणे बहूनि नामानि सन्ति. आधिक्येन तेषां नाम्नां स्वतन्त्रतया कोऽपि अर्थो नास्ति, केवलं नामकरणं. अग्रे तर्हि षट् प्रत्ययः षित् इति उपरि उक्तं. यः षित् सः सार्वधातुक इति अत्र उक्तम्. अतः षट् प्रत्ययः सार्वधातुकसंज्ञा प्राप्नोति. साराक्षः अनेन सूत्रेण सप् प्रत्ययः सार्वधातुकः इति अवगच्छामः. अस्तु महोदय. तिङ् षित् सार्वधातुकम् इति संज्ञासूत्रम्. संज्ञासूत्रम् इत्युक्ते नामकरणम्. अनेन प्रत्ययेन तिङ् प्रत्ययः तिङ् प्रत्ययः वा षित् प्रत्ययः वा अस्ति चेत् तस्य नाम सार्वधातुकम् इति, प्रत्ययस्य नाम सार्वधातुकम् इति एका संज्ञासूत्रम् एव. संज्ञासूत्रम् इत्युक्ते नामानि क्रियते, नाम केवलं नामकरणं, तस्य कोऽपि अर्थः नास्ति. सप्रत्यय इति सूत्रे तिङ् सिति तिङ् षिति षित् सार्वधातुकम् इति सूत्रम्. अनेन सप् प्रत्ययः षित् इति उपरि उक्तं. यः षित् सः सार्वधातुकः इति अत्र उक्तम्. अतः षप् प्रत्ययः सार्वधातुकसंज्ञा, संज्ञा एव प्राप्नोति. षप् प्रत्ययः सार्वधातुकसंज्ञा इति उक्तम्. सार्वधातुकः इति नाम्ना इति नामकरणं भवति तिङ् षित् इति प्रत्ययोः. तिङ् प्रत्यय षित् प्रत्ययोः एको अस्ति महोदय, सर्वे म्यूट् कुर्वन्तु, यः वदति सः एव अन्म्यूट् करोतु, नो चेत् किमपि न श्रोतुं शक्नुमः। अस्तु, अहं सर्वेषां म्यूट् सर्वान् म्यूट् कथं करोमि। महोदय, हा विजि महोदय, भवती म्यूट् करोतु, अहं म्यूट् करोमि सर्वं। विजि महोदय, अहं भवती अन्म्यूट् करोतु, वदतु। शिप् अतः शप् प्रत्ययः सार्वधातुकसंज्ञा प्राप्नोति। सारांश अनेन सूत्रेण शप् प्रत्ययः सार्वधातुक इति अवगच्छामः। तत्र केवलं नामकरणं भवति महोदय। तिङ्क्षित् सार्वधातुकम् इति संज्ञासूत्रं, सा तिङ् वा षित् वा प्रत्ययः भवेत् इति सार्वधातुक इति नाम्ना कृतम्। अग्रे अस्ति खलु पूर्णसूत्रार्थः अत्र उक्तः, पूर्णसूत्रार्थः अत्र उक्तः। तिङ्क्षित् सार्वधातुकं धातोः विहितः तिङ् षित् प्रत्ययः सार्वधातुकसंज्ञको भवति। इष् इत् यस्य सः षित् बहुव्रीहि, तिङ् च षित् च तयोः समाहारद्वन्द्वः तिङ्क्षित्। तिङ्क्षित् प्रथमान्तं, सार्वधातुकं प्रथमान्तं, द्विपदम् इदं सूत्रम्। प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः, अनुवृत्तिसहितसूत्रं धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम्। किं लिखितं? तिङ्क्षित् प्रत्ययः सार्वधातुक इति नामकरणं कृतम् अत्र। प्रत्ययः परश्च धातोः इति अधिकारसूत्राणि, अत एव अनुवृत्तिः भवेत् धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् इति पूर्णसूत्रं भवति। तर्हि येषां समीपे अष्टाध्यायीसूत्रपाठः अस्ति, पुस्तकम् अस्ति, तत्र तत् उद्घाटयतु कृपया, उद्घाटयन्तु। पेज् 53 अस्ति, 53 अस्ति, तृतीयाध्याये प्रथमपादः, प्रत्यय द्रष्टुं शक्नुमः। अध्यायस्य प्रथमपादे प्रथमसूत्र अस्ति प्रत्ययः, प्रत्ययः अस्ति खलु प्रत्ययः। तर्हि इति सूत्रं किं वदति, यत् तृतीय अध्यायस्य आरम्भात् षष्ठमः अध्यायस्य अन्तपर्यन्तं, पञ्चम अध्यायस्य अन्तपर्यन्तं नाम 3, 4, 5 इति अध्यायेषु ये ये कार्यं भवति तत् यत् कार्यं भवति तत् प्रत्ययनिमित्तं कार्यमस्ति। अत्र प्रत्ययस्य चर्चा भवति, प्रत्ययानां चर्चा भवति त्रिषु पाठेषु अध्यायेषु। तर्हि प्रत्ययः अधिकारसूत्रम् अस्ति। तदनन्तरं परश्च, परिश्च अन्य अधिकारसूत्रमस्ति, तत् वदति यत् प्रत्ययः यत् अस्ति तत् सर्वदा परः आगच्छति, धातोः परः, अङ्गस्य परः इति न, प्रत्ययः परः आगच्छति। तर्हि अत्र सूत्रस्य पूर्णार्थे तिङ्क्षित् सार्वधातुकम् इति यत् अस्ति तत्र लिखितमस्ति यत् धातोः परश्च प्रत्ययः इत्येषाम् अधिकारः भवति। तत् पूर्णसूत्र अनुवृत्तिसहितसूत्रमस्ति, धातोः परश्च नाम धातोः अनन्तरं यत् प्रत्ययः आगच्छति तत् प्रत्यय सः प्रत्ययः यदि तिङ् भवति अथवा शित् भवति तस्य सार्वधातुकम् इति संज्ञां करोतु। तर्हि अत्र भूयोगः शप् अस्ति खलु, भूधातुः अस्ति, तदनन्तरं शप् प्रत्ययः आगच्छति, शप् प्रत्ययः शित् अस्ति, अतः शप् प्रत्ययः सार्वधातुकम् इति भवति इति आशयः अस्ति सूत्रस्य। महोदय अत्र परः च इति वदन्ति वदन्ते किं च अस्ति कथं कथं च अस्ति? अहं तु अहं पुष्पाराम प्रत्ययः अपि अस्ति, प्रत्ययः परश्च इत्युक्ते प्रत्ययः परः आगच्छति, धातोः परः आगच्छति अथवा प्रातिपदिकस्य परः आगच्छति, अनन्तरम् आगच्छति इति एव तस्य आशयः अस्ति। च इति किमपि नूतनप्रायः तस्य आशयः नास्ति। अस्तु महोदय, तत्र अस्ति, तत्र लिखितमस्ति इत्युक्ते भवान् ज्ञातुं शक्नुमः यत् प्रत्ययः अस्ति परे आगच्छति, नाम इट् इस् अ सफिक्स् एण्ड् इट् कम्स् लेटर्, तथा किमपि अस्ति प्रायः। अस्तु अग्रे गच्छामः, अग्रे शिवरामं हरिप्रिया महोदय अस्ति खलु? भवती पठतु शप् प्रत्यये शकारपकारयोः लोपः। शप् प्रत्यये शकारपकारयोः लोपः अकारः एव अवशिष्यते। शकारस्य इत्संज्ञा लोपश्च इत्युक्तम्। पकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा तस्य लोपः इत्यनेन इत्संज्ञकस्य पकारस्य लोपः। भू शप् ति लशक्वतधिते हलन्त्यं तस्य लोपः इति सूत्रैः शकारपकारयोः लोपः। भू अ ति अत्र अ तु शप् आसीत्, अधुना केवलम् अ दृश्यते, तथापि शकारपकारयोः प्रभावः अस्त्येव। अकारः शपः प्रतिनिधिः। किं लिखितम् अत्र? शप् प्रत्ययः आसीत्, तत्र शकारपकारयोः लोपः भूत्वा अकारः एव अवशिष्यते। शकारस्य शप् प्रत्ययस्य शकारस्य इत्संज्ञा लोपः च भवति, पकारस्य तु शप् प्रत्यये पकारस्य हलन्त्यं सूत्रेण इत्संज्ञा तस्य लोपः। अतः शकार पकारयोः लोपः भवति। तर्हि किम् अवशिष्यति अवतिष्ठति? अकारः एव अवशिष्यते। अस्तु अग्रे किं लिखितमस्ति अत्र? भूषप्ति इत्यत्र लशक्वतधिते सूत्रेण शप् शप् प्रत्ययस्य शकारः इत्संज्ञां प्राप्नोति, तस्य लोपः सूत्रेण शकारस्य लोपः भवति। क्षम्यता महोदय, श्रोतुं शक्नोति किम्? I kept requesting you to unmute because the previous section aham tu kimchit api na avagachami prashnah prashtum ichhami kintu mute madhe sthapitavan. I have unmuted everybody, but in case... Okay, no, because I kept asking questions and nobody could hear me. I was trying to clarify things and then you just guys kept going ahead, so I have a lot of questions on the previous section. We please go back right from what is sarva dhatukam? same thing happened to me, Mahodaya. Same thing happened to me. I was asking questions, but you couldn't hear me. Yeah, so will you please don't mute us. My request is that whoever is not talking, they mute themselves so that there is no echo. If you mute us, we can't ask questions. Mahode, no, you can do star 6 and then go on. You can unmute yourself. I am muted. Okay, I'm sorry, I'm not that familiar with all of this, but I request that you don't blanket mute us. Whoever is not speaking so that there isn't echo, please mute yourselves on your own. The reason for muting was there was an echo and we were not able to figure out where the echo was coming from. That's why I muted everybody. Right now, everybody is unmuted, so it's okay. Yes, but until now, I was not able to ask any question. And I was not following you. Then I didn't know which book you were reading from. Hold on one second. Do star 6 and you can unmute yourself. That's the simple thing. All right, that's good to know. For the future, I'll remember that. I didn't know that. So can you start, please, from point number 2. What is a sarvadhatukam? Sarvadhatukam, atra kim asti, yat tingshi sarvadhatukam iti sutram asti. Sanya sutram api avagachami. इत्युक्ते नामकरणम् एव कार्यं किमपि न करोति आमाम् इति नामकरणम् एव भवति संज्ञासूत्रम् अस्ति तिंशित् सार्वधातुकम् इति सूत्रम् अस्ति तत् वदति यत् यस्य प्रत्ययस्य तिङ् अस्ति यः प्रत्ययः तिङ् अस्ति अथवा तस्य शित् अस्ति तत् सार्वधातुकं तस्य नाम भवति इति इत्युक्ते किं यत् अत्र अस्ति खलु शप् प्रत्ययः अस्ति प्रत्यये शकारः इत् अस्ति षित् प्रत्यय अवगच्छामि तर्हि षित् अस्ति अतः तस्य सार्वधातुकम् इति संज्ञा भवति अस्तु सो तिन् अस्ति बिकास् आफ् द ति खलु द तिन् प्रत्यय इस् बिकास् आफ् द ति रैट् न तिङ् प्रत्ययः ये क्रियापदप्रत्ययाः सन्ति ते यथा भूषप्ति अत्र ति यत् अस्ति तत् तिङ् प्रत्ययः अस्ति तर्हि अत्र ति यत् अस्ति भूषप्ति तत्र ति प्रत्ययः अस्ति तत् तिङ् कारणेन सर्वधातुकं भवति परन्तु अधुना वयं शप् प्रत्ययस्य चर्चां कुर्मः शप् प्रत्ययः शित् अस्ति अतः तस्य सार्वधातुकसंज्ञा भवति ओके सो तिन् प्रत्ययः तत्र उदाहरणं शप् अस्ति षित् भवति चेत् तस्य नाम सार्वधातुकम् अस्तु महोदय एकः संशयः अस्ति महोदय धातोः परस्य तिङ् षित् प्रत्ययः सार्वधातुकम् इति उक्तं किल वादिगणे तु शप्रत्यये भवति तत्र तु सर्वदा षित् प्रत्यये भवति शप्रत्यये तु शप् विकरणप्रत्यये तु सर्वदा षित् एव भवति एतदर्थं वादिगणे सर्वे सार्वधातुक एव भवति वादिगणे ये ये धातवः सन्ति ते सर्वे सार्वधातुक भवति सार्वधातुक इति धातुः नास्ति प्रत्ययः अस्ति भ्वादिगणे ये धातवः सन्ति ते सार्वधातुकस्सन्ति इति समीचीनं नास्ति यतोहि सार्वधातुकम् इति प्रत्ययः भवति धातुः न भवति सार्वधातुक तु संज्ञा एव नाम नाम किल एतत् सर्वं सार्वधातुक प्रत्ययस्य नाम अस्ति अत्र लिखितमस्ति खलु धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकम् इति तिङ् प्रत्ययः षित् प्रत्ययः तु सार्वधातुक धातुकम् इति नाम पदं प्राप्नोति इति न अर्थः वा इति अर्थः अस्ति धातुः नाम धातोः नाम नास्ति सार्वधातुकं प्रत्ययस्य नाम अस्ति भवती वदति खलु भवादिगणे सर्वदा शप् आगच्छति अतः भवादिगणे ये धातवः सन्ति सार्वधातुकम् अस्ति तथा नास्ति शप् अस्ति शप् प्रत्ययः अस्ति तस्य नाम सार्वधातुकम् अस्ति. द्वादिगणे यत् षित् प्रत्ययः अस्ति तस्य नाम सार्वधातुक इति भवति. धातोः परः तु सर्वदा तिङ् प्रत्ययः भवति एव, तस्य नाम अपि सार्वधातुक इति वक्तव्यं किं? तिङ् प्रत्ययस्य नाम तिङ् प्रत्ययः आगच्छति चेत् सार्वधातुकम् अस्ति. सर्वदा तिङ् प्रत्ययः तु धातोः परे तु आगच्छति एव सर्वदा. सर्वदा न आगच्छति, यत्र कर्त्री क्रियापदं आगच्छति अपि खलु. अन्य उदाहरणं ददातु, तिङ्क्षित् अन्य उदाहरणं दातुं शक्नोति किम्? कस्य अन्य उदाहरणं? अहं जानामि, यत्र यत्र यत्र गणाः सन्ति धातोः परं गणः दशगणाः सन्ति तत् सार्वधातुक धातु. यत्र गणः नास्ति लैक् गमिष्यति तत्र गण नास्ति तत्र एकनिमिषः. लेट्स् नाट् जम्प् अहेड् रैट् नौ. फार् वन् द्वादिगणे आल्वेस् देर् हेस् टु बि शप् प्रत्ययः, देट्स् नाट् ट्रू. देर् आर् केसेस् वेन् यु मैट् नाट् हेव् शप् प्रत्ययः. भवति अत्र शप् प्रत्ययः अस्ति, परन्तु यथा महोदयेन महोदयया उक्तं भविष्यति, अत्र शप् प्रत्ययः नास्ति. तर्हि शप् प्रत्ययः अस्ति तस्य नाम सार्वधातुकम् अस्ति. द्वितीयः शप् प्रत्यय इस् ओन्ली फोर् प्रथमगण एण्ड् लकार खलु. आम् फार् द टैमिङ्ग् यस्. That's not exactly true, but for the time being, let's take it as yes, because that's not central right now to the discussion. Tari, tadanantaram janitu yat dhatuho sarvadhatukam naasti. Tatra sarvadhatukam iti pade dhatu asti iti drishtva ma chintayatu yat sarvadhatukam iti dhatu asti. Sarvadhatukam iti pratyah asti iti. अस्तु, मम प्रश्नः अस्ति, तिञ्चित् इत्युक्ते सार्वधातुकं तस्य तस्य प्रत्ययस्य इतोपि एक उदाहरणं दत्तुं शक्नोति चेत्. अत्र भूयोगः शप् योगः भवति अस्ति खलु, तत्र भू शक्ति तत्तु एव अस्ति. अन्य किमपि उदाहरणम् अस्ति अस्ति, तत्रापि शप् ति आगच्छति. कुत्र गच्छति? तदपि प्रथमगण एव खलु. लिखति अस्ति, लिखति लिखति प्रथमगणः नास्ति. तत्र तुदादिगणः अस्ति लिखति, तत्र शप् प्रत्ययः नागच्छति, श प्रत्ययः आगच्छति. तत्र अपि ए अ एव अवशिष्यते, किन्तु गतसप्ताहे वयं पठितवन्तः शप् प्रत्ययस्य अपि अ एव अवशिष्यते, श प्रत्ययस्य अपि, किन्तु अनुबन्धनं किम् अर्थम् इत्युक्ते पठितवन्तः खलु, किन्तु श अपि सार्वधातुकं किम्? किन्तु तत्र गुण न भवति परन्तु श अस्ति, तत्र शकारस्य इत् अस्ति, अतः अस्ति, अतः तदपि सार्वधातुकम् अस्ति. अस्तु, सार्वधातुकं प्रत्ययस्य कार्यं किम् अग्रे पठामः किम्? अस्तु, पुस्तके किं पुस्तकं पठितवन्तः अण्ड् पृष्ठसङ्ख्या तत्र अस्ति खलु, अत्र पुस्तकं यत् ईमेल् मध्ये लिखितम् अस्ति, अष्टाध्यायी पुस्तकद्वयम् अस्ति. तत्र एकं पुस्तकम् अस्ति अष्टाध्यायी सूत्रपाठः, तत्र पेज् 53 अस्ति, तत्र प्रत्ययः परश्च इति सूत्राणां चर्चाम् अस्ति. एकनिमिषे गमिष्यामि. धन्यवादः महोदय. अस्तु अग्रे गच्छामः चेत् कः पठितवान् आसीत् पूर्वम्? अत्र अतुषप् अस्ति, कः पठितवान् अस्ति? मया पठितं महोदय. महोदय भवान् समापयतु, तत्र किमस्ति? अत्र अतुषप् अस्ति. अत्र अतुषप् आसीत्, अधुना केवलम् अदृश्यते, तथापि शकारपकारयोः प्रभावः अस्ति एव. अकारः शपः प्रतिनिधिः. किमस्ति अत्र शप् प्रत्ययः आसीत् किल, तस्य लोपः, तस्य शकारस्य पकारस्य अपि लोपः भूत्वा केवलम् अतिष्ठति. किन्तु एतद् अकारः शप् प्रत्ययस्य प्रतिनिधिः. अस्तु, तर्हि यतोहि यद्यपि केवलम् अकारः एव अवतिष्ठति, परन्तु इदम् अकारः वस्तुतः शप् प्रत्ययस्य प्रतिनिधिः इति अस्ति. नाम यद्यपि शकारस्य पकारस्य लोपः भवति, परन्तु तस्य इफेक्ट् अधुना अपि अस्ति इति. अकारः केवलम् अकारः दृश्यते, परन्तु वस्तुतः तत् शप् एव अस्ति इति. अस्तु, धन्यवादः महोदय, अग्रे पठामः. धन्यवादः. शिवराम महोदय अस्ति खलु? आम् आम्. शिवराम महोदय पठामि वा? अग्रे पठतु. अधुना सोपानेन परिशीलयिष्यामः. न महोदय, फोर्थ पॉइंट, भूधातुः अजन्तः कुत्र? भूधातु अजन्तः स्वरान्तः, धातु नाम अन्तिमवर्णः स्वरः इति. अच प्रत्याहारः सर्वेषां स्वराणां सङ्ग्रहः, अतः अच इति कश्चन सङ्क्षेपः स्वराणां कृते. तथा हि अपरः प्रत्याहारः इक्, इ उ उ रु रु लु इति येषां प्रत्याहारः इक् इति उच्यते. भूधातोः अन्तिमवर्णः उकारः, अतः भूधातुः इगन्तः धातुः, इक स्थाने यस्य सः इगन्तः. इक् अन्ते, इक् अन्ते यस्य सः इगन्तः. अत्र अस्माकम् उदाहरणमस्ति, भू इति धातुः अस्ति प्रथमगणे भवादिगणे, तस्य भवति इति रूपं कथं भवति इति विषये अस्माकं चर्चा अधुना प्रचलन् अस्ति. तत्र भू इति भूयोगं शप् अधिकति इति प्रत्ययः अस्ति लट्लकारे. प्रथमतया वयं दृष्टवन्तः शप् इति एकः विकरणप्रत्ययः अस्ति. तर्हि शप् प्रत्यये शकारः इतसंज्ञकः लशक्वतद्धिते इति सूत्रेण, पकारः अपि इतसंज्ञकः हलन्त्यम् इति सूत्रेण, तस्य लोपः इति सूत्रेण शकारपकारयोः लोपः भूत्वा अ इति विकरणं तत्र अवशिष्यते. किन्तु शप विकरणे शकारः इतसंज्ञकः अस्ति. शकारः इतसंज्ञकः अस्ति चेत् सः शप् प्रत्ययः शित् प्रत्ययः अस्ति. तर्हि तिङ्क्षित् सार्वधातुकम् इति सूत्रेण शप प्रत्ययस्य सार्वधातुकप्रत्ययः इति संज्ञा भवति. केवल अत्र संज्ञा भवति शप इति प्रत्ययस्य. किं कारणेन अस्माकं विषयः कः अस्ति, गुणः कथं भवति तथा कुत्र भवति. तर्हि शप् इति विकरणप्रत्ययः भूधातोः अनन्तरम् आगच्छति. प्रत्ययः तथा परश्च इति सूत्रेण शप् प्रत्ययः भूधातुः अनन्तरम् आगच्छति. सः प्रत्ययः शित् अस्ति, तत्कारणे तस्य सार्वधातुक इति संज्ञा भवति. अधुना सार्वधातुक इति संज्ञा भवति चेत् भूधातोः अन्तिमवर्णः उकारः अस्ति. तत्र अच प्रत्याहारे सर्वे स्वराः आगच्छन्ति, अच इति कश्चन प्रत्याहारः अस्ति. प्रत्याहारे सर्वे स्वराः स्वरवर्णानां तत्र समावेशः अच इति प्रत्याहारे तत्र अस्ति. महोदय सः कुत्र पठति? कुत्र पठति सः? तथा हि अपर हा फोर्थ पॉइंट तथा हि अपरः प्रत्याहारः इक् इक् इति अन्येकः प्रत्याहारः अस्ति. इक् प्रत्याहारः अ इ उण् रु लुक् इति सूत्रद्वयं स्वीकृत्य इक् इति प्रत्याहारः तत्र भवति. इक इति प्रत्याहारे ह्रस्व इकारः दीर्घ इकारः, ह्रस्व उकारः दीर्घ उकारः, ह्रस्व ऋकारः दीर्घ ऋकारः लु इति येषां वर्णानाम् इक इति प्रत्याहारे समावेशः भवन्ति. अधुना अस्माकम् उदाहरणे यः धातुः अस्ति भू इति धातुः अस्ति, तस्य धातोः अन्तिमवर्णः अस्ति दीर्घ उकारः. तर्हि दीर्घ उकारस्य समावेशः इक प्रत्याहारे तत्र अस्ति. एतत् कारणेन भूधातोः भूधातुः इगन्तधातुः अस्ति, नाम उकारस्य समावेशः इक् प्रत्याहारे अस्ति. तत्र दीर्घ उकारः अस्ति तर्हि धातोः इगन्तः अस्ति अस्माकं. अस्तु धन्यवादः महोदय. तर्हि किं बहु उत्तमं बहु उत्तमम् अस्ति महोदय. अत्र भूधातु अस्ति, तत्र ऊकारः आगच्छति अन्ते, अन्तिमवर्णः ऊकारः अस्ति, ऊकारः इक् प्रत्याहारे अस्ति खलु. इक् प्रत्याहारे, इक् प्रत्याहारे के के वर्णाः आगच्छन्ति? इकारः, उकारः, ऋकारः, लृकारः. उकारः अपि आगच्छति, अन्ते अस्ति, अतः भूधातुः इगन्तः धातुः इति उच्यते. नाम यस्य यस्य धातोः अन्ते इक् प्रत्याहारस्य वर्णः आगच्छति, इकार, उकार, ऋकार, लृकार, सः धातुः इगन्तधातुः अस्ति इति एव विषयः अस्ति. अस्तु तर्हि भूधातु इगन्तधातु. महोदय अनन्तरं किमपि उपयोगम् अस्ति किम् इगन्तः इति उक्ते? अग्रिमसूत्रे एव आगच्छति अधुना. आं महोदय, अधुना वयं पठिष्यामः. अस्तु तर्हि अग्रे गच्छामः. को अस्ति? लीना महोदय अस्ति खलु, लीना दोषी. एवमेव भू अति यत्र इत् संज्ञा कृत्वा लोपः साध्यते. लीना, लीना, तत्र लीना यत्र... महोदय एकवारं मीना न लीना ल ल लीना महोदय पठतु. लीना दोषी. आं पठामि. भू अ ति यत्र इत्संज्ञां कृत्वा लोपः साध्यते तत्र यस्य लोपः जातः सः इत्संज्ञावान्. इत्संज्ञावान् इति कारणेन तस्य प्रभावः तिष्ठति. कुत्र तिष्ठति? बहुव्रीहिसमासेन यस्य इत्संज्ञकवर्णः तस्मिन् प्रभावः. यथा शप् प्रत्यये शकारपकारयोः इत्संज्ञां कृत्वा लोपः. इत्संज्ञावान् शकारः यस्य सः शित्. शप् प्रत्ययस्य इत्संज्ञावान् शकारः, अतः शप् प्रत्ययः शित्. शप् शित् अतः तिङ् शित् सार्वधातुकम् इति अनेन शप् प्रत्ययः सार्वधातुकसंज्ञकः. एतस्मात् कारणात् नूतनसूत्रस्य कार्यं भवति. अग्रे पठामि किम्? आशयः इति अस्ति अत्र अतिष्ठति, शकारः षित् भवति. षित् यद्यपि अस्ति तदा सार्वधातुकं संज्ञकः भवति. तद् यदा सार्वधातुकसंज्ञकः भवति तस्मात् कारणात् अग्रिमं सूत्रम् आगच्छति. तस्य कार्यं करोति एव. षित् अस्ति अतः सार्वधातुकं, सार्वधातुकम् अस्ति तर्हि अग्रिमं सूत्रं करणीयम् इति तस्य आशयः इति मन्ये. अग्रे गन्तव्यं किम्? उत्तमम्, अग्रे पठतु. सार्वधातुक अर्धधातुकयोः अस्य सूत्रस्य अर्थः एवम्. इगन्तधातोः अनन्तरं सार्वधातुकः अथवा अर्धधातुकः प्रत्ययः अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य इक्वर्णस्य गुणः भवति. इगन्तधातु ओ अन्ते अस्तु आश्च सार्वधातुक आर्धधातुक आर्धधातुक न पठितवन्तः खलु अस्तु सो अत्र तु अवशिष्यते किन्तु शप् प्रत्ययस्य दि इफेक्ट् अस्ति यतः सार्वधातुकम् अस्ति इति वा किन्तु लिक् अस्ति तत्रापि सार्वधातुकं भवति खलु तत्र गुण किम् अस्ति किमर्थं न भविष्यति बहु उत्तमं प्रश्नः अस्ति उत्तमप्रश्नः रीसन् आफ् वै इट् डस् नाट् हेपन् तत्र किं तत्र लिख तत्र आगच्छति तदपि सार्वधातुकम् अस्ति परन्तु तत्र गुणकार्यं किमर्थं न भवति तस्य एकम् अन्यं सूत्रम् अस्ति तत् वयम् अग्रे गत्वा पठिष्यामः किमर्थं तत्र गुणकार्यं न भवति तत्र किमपि बाधकसूत्रमस्ति अतः न भवति परन्तु प्रश्नः समीचीनः अग्रे वयं पठिष्यामः अस्तु सो नौ सार्वधातुकम् अस्ति चेत् गुणः भवति फोर् नौ सार्वधातुक नाम न सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः धातो अनन्तरम् अस्ति चेत् गुणः भवति शपप्रत्ययः सार्वधातुक अस्ति इति कारणेन भूधातोः यः अन्त्यवर्णः अस्ति उकारः तस्य स्थाने गुणः भवति इति अस्तु लीना महोदय पठतु आम् पूर्णः सूत्रार्थः अत्र उक्तः अत्रतः पठनीयम् किं सरोजा महोदय भवतः ध्वनिः अग्रे पठामि वा आं महोदय एव अवशिष्यते परन्तु अकारस्योपरि सकारकपालयोः प्रभावः भवति इति कीदृशः प्रभावः भवति इति मया न अवगतम् कुत्र महोदय पठति कुत्र पठति ऐ थिङ्क् शी हेज़् अ क्वश्चन् शी इस् आस्किङ्ग् हौ कम् द इफेक्ट् आफ़् शप् इस् रिमेनिङ्ग् देयर् ओन् अर्थ् अत्र अशप् आसीत् अधुना केवलम् अदृश्यते तथापि शकारपकारयोः प्रभावः अस्ति एव आम् मया उक्तं खलु यत् वस्तुतः प्रत्ययः अस्ति शप् तत्र शकारः पकारः अस्ति परन्तु शकारः पकारयोः लोपानन्तरम् अपि यद्यपि केवलम् अ अस्ति परन्तु शकारस्य अदृश्यते परन्तु शकारस्य पकारस्य प्रभावः तु तिष्ठति एव You don't see it, but it's... Saroja Bahini, mute karotu. Prabhavate ti bhavana ho. Prabhava yukte? Sakara pakara yoga, kidrisha prabhavate bhavati iti yoga. Prabhava ityukte? Shapratyaha shit asti, shapratyaha pit asti. Ataha adhuna yat akarha asti, tadapi shit asti, tadapi pit asti. Ataha shit asti. शित् प्रत्ययस्य यत् कार्यं भवति तद् अधुना अपि कार्यं भवति अकारस्य अपि तथैव कार्यं भवति यद्यपि शकारः नास्ति परन्तु शकारस्य प्रभावः नाम शित्वम् अधुना अपि भवति इति प्रतिनिधिः इति पदम् अर्थं किं प्रतिनिधिः इत्युक्ते रेप्रेसेण्टेटिव् सरोजा भगिनी म्यूट् करोतु सरोजा भगिनी प्रतिनिधिः इति पदस्य अर्थं किं रेप्रेसेण्टेटिव् रेप्रेसेण्टेटिव् गृहे टी वि अस्ति वा? म्यूट् करोतु. मम गृहे अस्ति परन्तु अधुना अहं पठामि, तत्पश्चात् अहं म्यूट् करोमि. सार्वधातुक अर्धधातुकयोः इत्यतः पठनीयं वा? इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. सार्वधातुकञ्च आर्धधातुकञ्च तयोः इतरेतरद्वन्द्वः. सार्वधातुक अर्धधातुके तयोः सार्वधातुक अर्धधातुकयोः सार्वधातुक अर्धधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रम्. मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः. इको गुणवृद्धि इत्येन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम्. येन विधिः तदन्तस्य इति अनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोन्तस्य इति अनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः. अनुवृत्तिसहितं सूत्रम् इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. बहु चिन्तितमस्ति परन्तु कोऽपि क्लेशः नास्ति, सर्वसरलमेव अस्ति, अतः भीति मास्तु. लीना महोदय, एकवारं इक अनुवृत्तिसहितसूत्रमस्ति खलु, पठतु. इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः. तस्य अर्थः किं वदतु? इकः इति यत् प्रत्याहारः अस्ति तस्य अङ्गस्य गुणः भवति. यदि सार्वधातुक आर्धधातुकयोः न न न न यदि सार्वधातुक आर्धधातुक प्रत्ययः परे अस्ति तर्हि कुत्र पठति? न, अहं न पठामि, अहं सारांशं वदामि, न पठामि कुत्रतः. सार्वधातुक आर्धधातुकयोः प्रथमा विभक्ति खलु, सप्तम्यन्तं द्विवचनं क्षम्यतां, सप्तमी. इकः षष्टि इत्युक्ते स्थाने. आम्. गुणः अस्ति प्रथम. सो अत्र सार्वधातुक आर्धधातुकयोः निमित्तं नास्ति. निमित्तं सप्तमी, निमित्तं सप्तमी. अस्तु, तर्हि अत्र एकं निमित्तमस्ति सार्वधातुक आर्धधातुकयोः, नाम परे सार्वधातुक अथवा आर्धधातुकप्रत्ययः भवेत् इति एकं निमित्तं. सप्तमी विभक्तिः अस्ति अतः पूर्वकार्यं भवति. अन्यनिमित्तमस्ति इकः अङ्गः भवेत्, नाम अङ्गः यत् अस्ति अङ्गं तस्य अन्ते इक् प्रत्याहारस्य वर्णः भवेत्, तत् द्वितीयनिमित्तम् अस्ति. एवमस्ति चेत् तस्य तत् गुणः भवति, इक् प्रत्याहारस्य यत् वर्णः अस्ति तस्य गुणः भवति इति सूत्रस्य आशयः अस्ति. परन्तु महोदय अङ्गस्य पुनः तर्हि आहत्य एकनिमेष आहत्य किम् अस्ति यत् इक् अङ्गस्य गुणकार्यं भवतु सार्वधातुकप्रत्ययः परे अस्ति चेत्. परन्तु अधुना प्रश्नाः बहवः प्रश्नाः सन्ति, नाम अङ्गः इत्युक्ते किम्, इकः इत्युक्ते किम्, इक् कुत्र आगच्छति, अङ्गस्य अन्ते आगच्छति, मध्ये आगच्छति, आरम्भे आगच्छति, कुत्र आगच्छति, गुणः भवति, कस्य गुणः भवति, कस्य वर्णस्य गुणः भवति, बहवः प्रश्नाः सन्ति. ते सर्वे प्रश्नाः अधुना वयं तेषाम् उत्तराणि वयं द्रक्ष्यामः. तर्हि अधुना अङ्गम् इत्युक्ते किम्? अङ्गमस्ति प्रत्ययः अस्ति खलु, प्रत्ययः सफिक्स्. प्रत्ययः कस्यापि शब्दस्य अथवा पदस्य न, शब्दस्य अनन्तरे आगच्छति. अस्तु, यस्य अनन्तरे आगच्छति तत् तस्य प्रत्ययस्य अङ्गं भवति, तत् अङ्गमस्ति, अङ्गं प्रत्ययम् इति. क्षम्यताम्, अङ्गं प्रत्ययः वा? प्रत्ययस्य अग्रे यत् आगच्छति तस्य प्रत्ययस्य कृते तत् अङ्गमस्ति. अस्तु. यदि यथा अथ भूयोगः शप् योगः ति अस्ति खलु, अत्र शप् प्रत्ययः अस्ति, तत्र शप् प्रत्ययस्य कृते भू अङ्गमस्ति. अत्र भवति. अस्तु, भिन्न उदाहरणं वदामि सम्यक् वा न, कृपया वदतु. तुमुन् अस्ति, क्रियापद नास्ति जानामि, किन्तु पठितुम् अस्ति, तुमुन् अस्ति, तस्य अग्रे पठि पठ अङ्गं वा? अस्तु, धन्यवादः. पठ पठ अङ्गं भवति. तर्हि अत्र भवति मध्ये भू अङ्गमस्ति शप् कृते, ती कृते भो अङ्ग, ती ती अपि प्रत्ययः अस्ति, तस्य कृते भो अङ्गमस्ति, अथवा भव भव इति अङ्गमस्ति, यु केन् से भव. नो, भू अङ्गं खलु, बिकास् द भू तस्य गुणः भवति. न, परन्तु ती प्रत्ययस्य कृते अङ्गं किमस्ति? अहं शप् प्रत्ययः. ती प्रत्यय आं भव. अस्तु, तर्हि अग्रे, तर्हि अधुना प्रायः सर्वे, एव्रिबडि हेज् लेवल्ड् अप्, वी हेव् रीच्ड् अ कामन् पोजिशन्. अग्रे अग्रिम रविवासरे वयं परिभाषासूत्राणि पठिष्यामः. यत् ते सूत्राणि किं वदन्ति, यत् कस्य वर्णस्य गुणः भवति, वर्णः कुतः अस्ति चेत् गुणः भवति, मध्ये, अग्रे, अन्ते, कुत्र भवेत् गुणः भवति, तदनन्तरं पूर्ण अङ्गस्य गुणकार्यं भवति अथवा एकवर्णस्य गुणकार्यं भवति इति वयम् अग्रे पठिष्यामः. षष्ठमबिन्दुः अस्ति खलु परिभाषासूत्राणि, ततः अग्रे वयं पठिष्यामः. महोदय, मृदेर् गुणः इति वी हेव् कम अक्रास् दट् सूत्रम्? न, अधुना वी हेव् नाट् कम अक्रास्. अतः केवलम् अनुवृत्ति, अनुवृत्ति अस्ति गुण इति पदस्य मृदेर् गुणः सूत्रात् इति अधुना केवलं तथैव तत् अधुना केवलं तथैव जानातु. महोदय, अर्ध अर्धधातुः आगच्छति, तस्मिन् उपयोगः नास्ति, केवलं गुणः तस्मात् सूत्रात् आगच्छति इति जानातु. महोदय, किं पृच्छति सरोजा महोदय? अर्थधातुः डेफिनेशन् वयं न जानीमः खलु. धन्यवादः. अस्तु, कोऽपि अन्यप्रश्नः अस्ति वा? महोदय, अहम् ईमेल् प्रेषयामि, कृपया द फस्ट् पार्ट् द धातु धातुगण परिचयः, धातुगुणाः, धातु मुद्राणि लिङ्क् प्रेषयति किम्? अत्र भगिनी, अत्र लिक् इन् द आन् द सैड् देर् इस् एव्रिथिङ्ग् रैट्, देर् आर् 1, 2, 3, 4, 5, आल् आफ़् दोस्. इफ् यु गो टु द व्याकरण एरिया, there, yeah, it will be there, you can look up yourself, there is all the information right now, all the ganas, everything is, all the information is there. You can go to, oh, in 01, yeah, 01 02, you can just go to any one of those and then look up and it will give you all of the information. You want to know about gana, they will give you. No, but I wanted to listen to the class recordings. You can do that too. Oh, this particular class recording, I don't know. But there are... Yeah, that, no, that is what I was asking him. Please let him answer. Okay. Mahoday, can you send me the... Nochet, I'll ask Chandrasekhar Mahoday if he has done... Because these classes are recorded, Kalu. Yeah, आमाम् ऐ सेण्ड् अ लिङ्क् टु आल् द रेकार्डिङ्ग्स् देर् इस् वन् पेज् कामन् पेज् वेर् आल् द रेकार्डिङ्ग्स् आर् अवेलेबल् आल् द सण्डे क्लासेस् या okay so then I will listen till I join maybe I'll listen to Chandrasekhar Mothers because that is what I joined so at the point where I started I can stop listening okay. I thought I had only missed Maheshwara Sutrani because that is what I, you know after that I joined so Paniniya Sutram Katham Pataniyam is where I joined so I okay. thought that's all I had missed the Maheshwara Sutrani but I will start from the beginning okay. So, Astu, if you can send me the link to both your class recordings, that will be very helpful. Okay. Dhanyavada, Mahodaya. Dhanyavada, Mahodaya. Dhanyavada, Mahodaya. Mahodaya, Mahodaya, there are so many. Swarup Mahodaya is also, they can listen. But, you know, they may not understand. Ah, ma'am. Anyway. There are also recordings from the previous years, but I will send the link to the current recordings. Yeah, because they are probably used to your way of teaching. Yeah. Yeah. Okay, anyway, I was just trying to help her, but it didn't. Yeah, thank you. Thank you, Mahodaya. No, and the reason I wanted to listen is because then I know where I have now joined. Astu Bhagini. Nothing against what you were saying, and I appreciate it. For example, I definitely did not know about the Star 6. I thought, you know, it was kind of a bit of a helpless feeling because we're asking questions and nobody's hearing them. That's understandable. No problem. Thank you. I think, sorry, this was a bit of a chaotic class with people coming in with different backgrounds and having studied different things. You did two sessions today, right? That's why there was a bit, you know, unevenness. That's okay. Yes, yes. It was where the two. First of all, I think we had the whole class had not done all the first 5 points, and then the added confusion because I didn't even know that this. So the problem is that you know everyone doesn't know what classes are even running. So that is a bit of a shame because I would have joined at the very beginning had I known that these classes were starting up. Then there is another class on Sandhi, which I found out just last week. There are many, many, many classes. All this information is there on the website. All the information, all the emails and everything. All the previous recordings are also there. Keeps coming, so that is something which is up to you to keep track of, Mahodaya. No, but so if we didn't know about this class,